पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 20 श्रीमहादेव उवाच हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम यत्र गङ्गा वहत्येव तत्रोक्तं तीर्थमुत्तमं यत्र देवा वसन्तीह ऋषयो मनवस्तथा यत्र देवस्वयं साक्षात् केशवो नित्यमाश्रितः पुरा पूर्वं तु भो वत्सतीर्थं जातं महत्तदा यस्य दर्शनमात्रेण दूरतो यादिपादकम् यत्र गङ्गा महारम्या जादा पुण्यविशेषतः विष्णुपादोदकी जादा तच्चरणस्पर्शनात्तदः भगीरथेन भो विद्वन्नानीता तत्र मार्गदः उद्धारपूर्वजानां तु कृतस्तेन महात्मना नारद उवाच कोऽयं देवसमाख्यादो भगीरथ महातपाः येन तीर्थं समानीतं लोकानां हितकारणाद् गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनं लोकाः सर्वे वदन्त्येवमेदतीर्थोत्तमोत्तमम् गङ्गा गङ्गेदि यो ब्रूयाद्योजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति कथं तेन समानीता किं कार्यं वद सुव्रत महादेव उवाच येन गङ्गा यथानीदा गङ्गाद्वारे दिशोभने तत्सर्वं सम्प्रवक्ष्यामि क्रमानुक्रमयो गतः पूर्वमासीद्धरिश्चन्द्रत्रैलोक्ये सत्यपालकः रोहितस्तस्य पुत्रो भूदेको विष्णुपरायणः तस्यापि च वृकपुत्रो धर्मिष्ठः सत्पथि स्थितः तस्यापि च वृकपुत्रो धर्मिष्ठः सत्पथि स्थितः तस्य पुत्रः सुबाहुश्च जातोऽस्मिन् वै कुले तदा तस्य पुत्रो गरो नाम नात्यन्तं धार्मिको भवद कदाचित् कालयोगेन दुःखी जादोऽत्र कारणाद् राजादु तत्र देशेन तर्जितो धर्मकारणाद् स्वकुटुम्बं गृहीत्वादु गतोऽसौ भार्गवाश्रमे रक्षितो भार्गवेणाथ कृपया तत्र वै तदा तत्र पुत्रो ह्यभूतस्य सगरो नाम वैद्विज ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतं शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः जखानपृथिवीं गत्वा तालजङ्घान् सहैहयान् सशकान् परदांश्चैव जखानस महातपाः नारद उवाच माहात्म्यं सगरस्याध वदशङ्करविस्तराद महादेव उवाच सूर्यवंशी महाराजो विख्यातस्य महाबली गरस्य व्यसने तादहृदं राज्यमभूत् किल हैहयैस्तालजं खाद्यैः सखैः सार्धं च नारद यवनाः पारदाश्चैव काम्बोजा पाह्लवास्तथा ये ते पञ्चगणा ब्रह्मन् हैहयार्थे पराक्रमान् हृदराज्यस्तदो राजा सगरोध वनं ययौ पत्न्या चानुगदो दुःखी स वै प्राणानवासृजद तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता सपत्न्या भार्गवस्तस्य वृद्धः पूर्वं सुदेप्सया साधु भर्तृचिदां कृत्वा वने तं प्ररुरोदः और्वस्तां वारयित्वा च गरपत्नीं तु नारद न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियं निवेदिदे तदो बाल्ये मरणात् सा न्यवर्तत तदो मासद्वये जाते ववर्धौर्वस्य चाश्रमे जातकर्मादियोगश्च अवुर्वेण च तथा कृतः उपवीतादिकं सर्वं जातं तत्र महामुनेः तत्र वेदादिकं सर्वं पठितं चौर्वयो गतः अद्याप्य वेदशास्त्राणि तदोऽस्त्रं प्रत्यपादयत आग्नेयं तं महाभाग अमरैरपि दुःसहं स तेना सुबलेनाजौ बलेन च समन्वितः हैहयान्वै जखानाशु संक्रुद्धः स्वबलेन च आजपार च लोकेषु स च कीर्तिमवापसः तदशङ्का स यवना काम्भोजा पल्लवास्तथा हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः वसिष्ठोऽपि च तान् कृत्वा समयेन महाद्युतिः सगरं वारयामास तेषां दत्त्वा भयं नृपः सगरस्वां प्रतिज्ञान्तु गुरोर्वाक्यं निशम्य च धर्मैर्जखानतांश्चैषां विकृतत्वं चकारः अर्धंशकनां शिरसो मुण्डं कृत्वा विसर्जयत यवनानां शिरः सर्वं काम्बोजानां तथैव च पारदा मुण्डकेशाश्च पल्वाश्मश्रुरक्षकाः एवं विजित्य सर्वान्वै कृतवान् धर्मसङ्ग्रहं सर्वधर्मजयी राजा विजित्ये मां वसुन्धरम् आशु संस्कारयामास वाजिमेधाय पार्थिवः तस्य चारयतस्सोऽश्वसमुद्रे पूर्वदक्षिणे वेलासमीपे पहृतो भूमिं चैव प्रवेशितः स तं देशं तदा पुत्रैः पानयामास सर्वतः नाश्वं प्रापुस्तदा ते वै कन्यमाने महार्णवे तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः तमादिपुरुषं देवं कपिलं जगदां प्रभुं तस्य चक्षुत्समुत्पन्नवह्नीना प्रतिबुध्यतः दग्धाः षष्टिसहस्राणि चत्वारस्तेव शेषिताः हृषिकेतुस्सुकेतुश्च तथा धर्मरथोपरः शूरपञ्चजनश्चैव तस्य वंशकराद्विज प्रादा च तस्मै भगवान् हरिः पञ्चवरान् स्वयं वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः सागरत्वं च लेभेध कर्मणा तेन तस्य वै तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् आजहाराश्वमेधानां शतं स च महायशाः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायाम् उत्तरखण्डे विंशोऽध्यायः ओम्।